बीजमं सर्वभूतानां विद्धि पात्र सनातनम् बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् बलं बलवतामस्मि कामरागविवर्जितम् धर्माविरुद्धभूतेषु कामोऽस्मि भरतर्षभ ये चैव सात्विका भाव राजसस्तामसश्च ये मत एवेति तद्विद्धि न त्वाहं तेषु ते मयि त्रिविगुणमयिर्भावै रेवि सर्वमिदं जगत् मोहितं न विजानाति मामेभ्य परमभ्ययम् दैविहेषा गुणमयि मम माया दुरात्मया मामेव ये प्रपद्यन्ते मायामेतं करन्ति ते नामं दुष्कृते नो मूढा प्रपद्यन्ते नराधमः मायया परिदज्ञाना आशुरं भावमाश्रितः चतुर्विधा भजन्ते मां जनः सुकृतिनोऽर्जुन आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ तेषां ज्ञानी नित्ययुक्त एक भक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थ महंसा च मम प्रियः उदारः सर्वैते ज्ञानी त्वात्मैव मे मतम् आस्थितः स हि युक्तात्मा मामेवानुत्तमं गते बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति समाहात्मा सुदुर्लभः कामिस्तेस्ते हितज्ञानः प्रपद्यन्तेऽन्यदेवतः तं तं नियममास्थाय प्रकृत्या नियतः स्वया यो यो यं यं तनुं भक्तः श्रद्धया चेतुमिच्छति तस्य तस्याचलं श्रद्धां तामेव विदधाम्यहम् सतया श्रद्धया युक्त सस्याराधानमीहते लभते च तदा कामान् मयेव विहितान्वितान्।